नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति क्रियादिगणः इति. क्रियादिगणे क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः विधीयते. श्ना प्रत्ययः स्थित्वात् सार्वधातुकप्रत्ययः अपि च अपित् अस्ति इति कृत्वा तत्र यद्यपि स्नाप्रत्ययं निमित्तीकृत्य गुणकार्यस्य प्रसङ्गः अस्ति सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इति द्वयोः सूत्रयोः प्रसङ्गः अस्ति. परन्तु प्रत्ययः अपित् इति कृत्वा तत्र सार्वधातुकम् अपित् निद्वत् इत्यनेन प्रत्ययः निद्वत् भवति. किनिति च इति सूत्रेण गुणनिषेधः. तर्हि अत्र प्रत्ययः निद्वत् भवति चेत् त्रीणि कार्याणि भवन्ति. प्रथमतया तु गुणनिषेधः इति एकं कार्यं, द्वितीयं कार्यम् अस्ति सम्प्रसारणम्, तृतीयं कार्यमस्ति आनिदितामहल उपदायाक् निति इति सूत्रेण उपदायां नकारः अस्ति चेत् तस्य लोपः भवति. तर्हि अत्र केचन दातवः विशेषदातवः सन्ति. तत्र पवादिगणे केचन दीर्घस्वरान्तधातुः दातवः, तेषां विषये पवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति शिति प्रत्यये परे इति अस्माभिः दृष्टम्. अत्र सम्प्रसारणसंज्ञकधातुः ज्या इति धातुः, तत्र सम्प्रसारणकार्यमपि भवति. तत्प्रसङ्गे हलः इति सूत्रम् अपि वर्तते. अङ्गावयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशो भवति इति. हल् उत्तरस्य सम्प्रसारणसंज्ञकवर्णः अङ्गान्ते वर्तते चेत् तत्र दीर्घत्वं भवति इति कृत्वा ज्यादातोः जीना जी जी इति भवति. जी इति दीर्घ इकारः लभ्यते हलः इति सूत्रेण सम्प्रसारणानन्तरं. तत्पश्चात् पवादीनां ह्रस्वः इत्यनेन पुनः ह्रस्वत्वं जायते शिति प्रत्यये परे. अतः जिनाति इति रूपं लभ्यते. तत्पश्चात् अत्र गृहधातुः इत्यपि अस्मिन्नेव गणे अस्ति. तत्र गृह्णाति इत्यत्रापि सम्प्रसारणं दृश्यते. ज्ञाधातोः विषये ज्ञाजनोर्जा इत्यनेन तत्र ज्ञाधातुः जन्धातुः अनयोः जा इति आदेशः भवति शिति प्रत्यये परे. अत्र अस्मिन् गणे ज्ञाधातुः अस्ति, अतः ज्ञायोगः स्ना, अत्र जायोगः न, जानाति इति रूपं प्रसिद्धरूपम् अस्ति. तदनन्तरम् अनिदितां हालोपदायाग्निति इति सूत्रमपि अस्माभिः दृष्टं. तत्र ये धातवः अनिदितः उपदायां नकारः वर्तते चेत् नकारस्य लोपः भवति स्नाप्रत्यये परे. वस्तुतः कितिनिति प्रत्यये परे अत्र प्रत्ययः निद्वात् तत्र अनिदितां हल उपदायाग्निति सूत्रेण न लोपः भवति. तत्पश्चात् अस्माभिः दृष्टम् अस्मिन् गणे वस्तुतः विशिष्टसूत्रमस्ति श्नाभ्यस्तयोः आतः इति सूत्रम्. अत्र श्नाप्रत्ययान्तस्य अङ्गस्य अकारस्य लोपः भवति कितिनिति सार्वधातुकप्रत्यये परे इति उत्सर्गसूत्रं. यत्र यत्र कित्निट् प्रत्ययः परः अस्ति सार्वधातुकप्रत्ययः, तत्र आकारस्य लोपः, स्नाप्रत्ययान्तस्य आकारस्य लोपः भवति. यत्र हलादि कितिनिति प्रत्यये परे, हलादि कितिनिति सार्वधातुकप्रत्यये परे, तत्र तु स्नाप्रत्ययान्तस्य आकारस्य दीर्घ इकारादेशः भवति ई हल्यगोः इति सूत्रं. सूत्रद्वयम् अत्र अस्माभिः स्मर्तव्यम्. अनन्तरं तत्र अन्यदपि सूत्रमस्ति हि प्रत्यये परे. अन्यत् सूत्रमस्ति हलः श्नः शानजौ इति सूत्रेण, यत्र हल् उत्तरस्य स्नाप्रत्ययस्य स्थाने शानज् इति आदेशः भवति हि प्रत्यये परे. तर्हि हालन्तधातुः वर्तते चेत् यथा ग्रहधातुः, तत्र श्नाप्रत्ययं योजयामः चेत् ग्रह्योगः श्ना, इदानीं स्नाप्रत्ययस्य स्थाने शानज् इति प्रत्ययः इति आदेशः भवति. आदेशस्य अपि प्रत्ययसंज्ञा भवति सानिवद्भावेन. हि प्रत्यये परे एव शानज् आदेशः भवति. अतः ग्रह्योगः आन, ग्रहान योगः हि, इदानीम् अदन्तम् अङ्गम् अस्ति इति कृत्वा हि प्रत्ययस्य लोपः भवति अतो हेः इति सूत्रेण इति कृत्वा ग्रहान. अस्मिन् गणे ये हलन्तदातवः सन्ति तेषां सर्वेषां हि प्रत्यये परे एतादृशरूपम् अत्र शत्रु शानज् प्रत्ययान्तरूपम् इव दृश्यते ग्रहान. एवम् अनन्तरम् अत्र सामान्यदातवः, बहवः सामान्यदातवः सन्ति, तेषां विषये अधिकं किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव भवति. विशेष अजन्तदातवः त्रयोविंशतिदातवः सन्ति. तेषां विषये अस्माभिः ऋत धातोः इत्यस्य विषये चर्चा गतवर्गे कृता, गतवर्गे न तस्मात् पूर्वं, तत्र ऋत धातोः पवादीनां ह्रस्वः इत्यनयोः सम्बन्धस्य विषये अपि चर्चा कृता. तर्हि इदानीं ततः अग्रे सामान्य हलन्तदातवः इत्यत्र इति आरभ्य एकवारं पठामः. सामान्य हलन्तदातवः इति पञ्चविंशति दातवः, ततः आरभ्य पठामः. इदानीं किं मीना भगिनी पठितुमिच्छति वा अथवा केवलं शृणोति वा? पठामि भगिनि. पठतु. हलन्तदातवः पञ्चविंशतिदातवः, सामान्याः हलन्तदातवः अष्टादश दातवः. कच भूतप्रादुर्भावे कच् कज्ञा कज्ञाति, हठ हेट हेट हेट् हेत्ना हेत्नाति, मृद क्षोते मृद मृद्ना मृद्नाति, मृद मृद मृद्ना मृद्नाति, गुध रोषे गुद् गुध्ना गुध्नाति, क्षुभ सञ्चलने क्षुभ्ना क्षुभ्नाति, नभ सिंहायां नभ नभ्ना नभ्नाति, तुभ हिंसायां तुभ्ना तुभ्नाति, क्लिषु विबाधने क्लिश् क्लिश्ना क्लिश्नाति, अश् अश भोजने अश् अश्ना अश्नाति, कुश निष्कर्षे बहिष्करणं कुश् कुश्ना कुश्नाति, ईश अभिक्ष्ण्ये पौनः पुण्यम् इष्णा इष्णाति, विष विप्रयोगे विष् विष्णा विष्णाति, पृष पृष् पृष्णा पृष्णाति, पृष स्नेहन सेवन पूर पूरणेषु पृष् पृष्णा पृष्णाति, पुष् पुष्टौ पुष् पुष्णा पुष्णाति, मुष् स्थेये मुष् मुष्णा मुष्णाति, उग्रस उञ्चे ग्रस् ग्रस्ना ग्रस्नाति, उग्रस् उग्रस्ना उग्रस्नाति. अग्रे पठामि. अग्रे एकं वाक्यम् अस्ति खलु अत्र, ऊ दात्व दात्ववयः दात्व किमर्थं धातु अवयवः धातोः अवयवः दात्वयवः मम पुस्तके नास्ति. अस्तु अस्तु, एकमेव वाक्यम् अहं वदामि. अत्र ऊ दात्ववयव अवयवः न तु इत्संज्ञकः इति केषाञ्चन पण्डितानां मतम्. कुत्र ऊ कुत्र ऊ इति वदति अत्र? आदौ ऊ इति उप अनुनासिक ऊ इति अस्ति, तद् अनुनासिकः नास्ति, धात्ववयवः इति केषाञ्चन पण्डितानां उद्रस् इत्यत्र वा? ओ आदि रीटुडवः इत्यनेन वा? दत्तु नास्ति, आदौ ऊ इति अस्ति खलु. ओ अनुनासिकः अस्ति, अनुनासिकः अनुनासिकः अस्ति इति उपदेशे अजनुनासिक इति उकारस्य लोपः जायते, इत्सम्या भवति, परन्तु केषाञ्चन पण्डितानां मते तद् अनुनासिकः नास्ति इति अस्ति. नो चेत् अत्र भिन्नरूपं लभ्यते, उद्रस्नाति इति, संज्ञकः नास्ति चेत् उद्रस्नाति इति लभ्यते. अस्तु समीचीनम्. तर्हि इदानीं किं सूर्यकुमारी भगिनी अग्रे पठति भगिनि? उञ्चि वा? एकक्षणं पश्यामि मया दृष्टं, पश्यतु तत्र किमस्ति. पश्यामि. अंशे इत्युक्ते टु पिक् टु ग्यादर् ग्यादर् इति अर्थः टु पिक् टु ग्लीन् टु ग्यादर् अस्तु भगिनि कृपया भगिनि शुभ सञ्चलने क्षुब्नादिषु च क्षुब्नादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारादेशो न भवति क्षुब्न आदिर्नेषां ते क्षुब्नादयः तेषु क्षुब्नादिषु क्षुब्नादिषु सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् रषाभ्यां नो नः समानपदे इत्यस्मात् नः णः इत्यनयोः अनुवृत्तिः ना बाभूभू ना भा भू भू गमि गमि प्यायि वेपाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः तयो भगिनि कुतः पठति कुतः पठति करपत्रे भगिनि किम् अस्ति करपत्रे तु नास्ति करपत्रे नास्ति किं करपत्रं कस्मात् पठति अहं पश्यन्ती अस्मि न लभ्यते कुतः पठति करपत्रं क्रियादिगणः इति करपत्रम् अस्ति वा आं भगिनि PDF अस्ति PDF मध्ये किम् अस्ति PDF मध्ये किमपि भिन्नम् अस्ति वा करपत्रं अन्यकरपत्रं पश्यामि न PDF मध्ये अपि किमपि नास्ति भगिनि किम् अस्ति करपत्रं भवत्याः पार्श्वे PDF मध्ये अपि समानमेव अस्ति अस्तु तर्हि किम् उषा भगिनी पठतु उषा भगिनी अस्ति वा उषा भगिनी अहं आं भगिनि अहं पठन्ती अस्मि म्यूट् मध्ये इति नास्ति अस्तु सम्प्रसारणी धातुः ग्रह उपादाने ग्रह् इति धातु गृह्णा गृह्णा इति भवति गृह्णा इति वक्तव्यम् गृह्णा इति रूपम् अङ्गं गृह्णाति इति लटि रूपम् अग्रे अनिदित् धातवः षड् धातवः बन्ध बन्धने इति भवति बन्द् इति धातु बन्द् इति धातु बध्ना इति अङ्गं बध्नाति लटिरूपं सन्त् सन्त विमोचनप्रतिहर्षयोः विमोचनप्रतिहर्षयोः सन्त् इति भवति शत्ना सन्त् शन्त् इति धातु शत्ना इति अङ्गं शत्नाति लटिरूपं मन्त विलोडने मन्त विलोडने मन्त् इति धातु मत्ना ना प्रत्ययः मत्नाति इति अङ्गं मत्नाति इति लटिरूपं शन्त सन्दर्भे शन्त शन्त् शत्ना शत्नाति ग्रन्थ ग्रन्थसन्दर्भे सन्दर्भे ग्रन्थ शन्त ग्रन्थ ग्रत्ना ग्रत्नाति कुन्त संश्लेषणे कुन्त् इति धातु कुत्ना इति क्रय स्नाप्रत्यन्तेन कुत्नाति इति लटिरूपम् इति क्रयादिगणे समग्रं तिङ्सम्बन्धं सार्वधातुकप्रकरणचिन्तनं समाप्तं रूपं वक्तव्यं वा न अभ्यासः जातः खलु लक्ष्मीभया भगिन्या चालितं इति कृत्वा रूपं न वक्तव्यं यतोहि कृतम् इति क्रयादिगणे समग्रतिं सम्बन्ध सार्वधातुकप्रकरणचिन्तनं समाप्तम् खलु अत्र कोऽपि प्रश्नः अस्ति वा इतोपि अभ्यासः अपेक्षितः वा न भगिनि गतकक्षायां कृतं खलु आं कृतम् अस्तु अस्तु तर्हि इदानीं तत्र पाठः समाप्तः अत्र अस्मिन् गणे केवलं त्रीणि सूत्राणि एव सन्ति त्रयाणां सूत्राणां सम्यक्तया ज्ञानं भवति चेत् अत्र रूपाणि वयं साधयितुं शक्नुमः श्नाभ्यस्तयोः अतः ईहल्यगोः हलः श्ना शानजौ इति अस्ति खलु सूत्रम्, हलः श्नः शानजौ इति सूत्रम्, हलः श्नः शानजौ इति सूत्रं, त्रीणि सूत्राणि स्मरामः चेत् रूपाणि वयं साधयितुं शक्नुमः. सम्प्रसारणं तु सर्वत्र भवति इति कृत्वा तानि सूत्राणि वयं स्मरामः एव, सम्प्रसारणविधायकसूत्राणि सर्वत्र तस्य तेषां प्रवृत्तिः भवति अन्यत्रापि इति कृत्वा तस्यापि ज्ञानम् अपेक्षितं, परन्तु तद् केवलम् अस्य करपत्रस्य कृते इति न. तर्हि इदानीं वयम् अग्रे गन्तुं शक्नुमः. अदादिगणे अजन्तदातवः इति आरब्धं शक्नुमः. भगिनी एकवारं क्षुब्नाति क्षुब्नादिषु च इत्यस्य चिन्तनं कुर्यात्. तत्र को भेदः इति विस्मृतवती. क्षुब्नादिषु इति गणः अस्ति खलु, अत्र अत्र यत्र नत्वं नत्वसम्बद्धसूत्राणि सन्ति, नत्वप्रकरणम् इति अत्र अस्ति खलु, तत्र क्षुब्नादिः इति कश्चन गणः अस्ति. क्षुब्नादिगणे तत्र नत्वं न भवति इति वा? क्षुब्नादिगणे न इति अर्थः वर्तते. क्षुब्नादिगणेषु ये ये शब्दाः पठिताः तेषां विषये नत्वं न भवति. क्षुब्नादि इति आकृतिगणः, केवलं तत्र यानि यानि ये शब्दाः दत्ताः केवलं तेषां विषये इति नास्ति, अन्येषामपि यत्र नत्वं न दृश्यते तत् तेषामपि समर्थनं कर्तुं शक्यते. यतोहि अन्येन सूत्रेण निषेधः नास्ति चेत् कथं निषेधः अत्र नत्वं भवेत् खलु इति यदा प्रश्नः आयाति तदानीं शुभ्नादिषु गणे अस्ति इति वयं तत्र योजयितुं शक्नुमः. अस्मिन् गणे बहूनि बहवः शब्दाः सन्ति, यथा हरिनन्दी, हरिनन्दनः, अनन्तरं गिरिनगरं, नरी नृत्यते, नर्तन गहन नन्दन निवेश निवास अग्नि अनूप, यत्र एतानि पदानि उत्तरपदानि सन्ति, परिनर्तनं परिगहनं परिनन्दनम् इत्युक्ते समस्तपदरूपेण अस्ति, परिनन्दनं सरनिवेश सरनिवास सराग्निः इति एवं रीत्या बहूनि पदानि तत्र सन्ति. अत्र अस्माकं प्रसङ्गे क्षुब् इति धातुः, क्षुब् इति धातुः तत्र वस्तुतः क्षुब् इति तत्र शकारः वर्तते इति कृत्वा तत्र नत्वं स्यात्, परन्तु नत्वं न दृश्यते तत् कथम् इति चेत् अत्र क्षुब्नादिषु गणे क्षुब् इति आदिमः शब्दः वर्तते खलु, क्षुब् इति कृत्वा तस्य विषये अपि क्षुब्ना इति यद्रूपम् अस्ति, क्षुब्ना इति क्रियादिगणे क्षुब्ना इति यत् अङ्गं लभ्यते तत्रापि णत्वं न भवति इति अर्थः. अस्तु धन्यवादः. अस्तु तर्हि इदानीम् अग्रिमकरपत्रमस्ति अदादिगणे अजन्तदातवः इति करपत्रम् अस्ति वा, मया प्रेषणीयं वा अथवा कोऽपि? अस्तु कोऽपि तत्र चाट् मध्ये स्थापयन्तु कृपया. अस्तु अस्तु आरब्धुं शक्नुमः. इदानीं विजयलक्ष्मी भगिनी आरम्भं करोतु. आं भगिनि. अदादिगणे अजन्तधातवः. अदादिगणे द्विसप्ततिः धातवः सन्ति, यथा सर्वेषु गणेषु कर्त्रर्थके सार्वधातुकप्रत्यये परे कर्तरी शप् इत्यनेन शप् विहितः अस्ति, तदा आदिप्रभृतिभ्यः शपः इत्यनेन शपः आदिप्रभृतिभ्यः शप् इत्यनेन क्षम्यताम् आदिप्रभृतिभ्यः शप् इत्यनेन शपः लुक् ओ आदिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् लोपः भवति. स्थितस्य शप् प्रत्ययस्य लुक् अतः व्यावहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति. सामान्य सूत्रमस्ति कर्तरि शप् सर्वत्र प्रथमं कर्तरि शप् इति सूत्रमेव प्रवर्तते. अदादिगणे अदिप्रभृतिभ्यः शपः इति सूत्रेण शपः विशिष्टलोपः भवति, अतः शप् इति प्रत्ययः सम्पूर्णतया लुप्यते अदादिगणे विकरणप्रत्ययः एव नास्ति. अग्रे पठानि वा भगिनि? आमाम् अवश्यं पठतु. अदिप्रभृतिभ्यः शपः अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् लोपः भवति. अदिः प्रभृतिः येषां ते अदिप्रभृतिभ्य अदिप्रभृतयः बहुव्रीहिः तेभ्यः अदिप्रभृतिभ्यः. अदिप्रभृतिभ्यः पञ्चम्यन्तं शपः षष्ट्यन्तं द्विपदम् इदं सूत्रं न्यक्षत्रियार्षङितो यूनि लुगणीयोः इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अदिप्रभृतिभ्यः शपः लुक्. अदिप्रभृतिभ्यः शपः इति अदादिगणे स्थितेभ्यः धातुभ्यः विधीयते. अत्र अनेन सूत्रेण शप् प्रत्ययस्य कर्तरि शप् इत्यनेन विहितः शप् प्रत्ययस्य लोपः भवति. लुक् इति विशिष्टलोपः भवति. अदिप्रभृतिभ्यः इत्यस्य विग्रहं विग्रहवाक्यम् अदिः प्रभृतिः आदिः इति भवति. येषां ते ते अदिप्रभृतयः बहुव्रीहिसमासः तेभ्यः अदिप्रभृतिभ्यः इति पञ्चम्यन्तं शपः इति षष्ट्यन्तं द्विपदिप्रभृतिभ्यः के अदिप्रभृतिभ्यः धातुभ्यः वा अदिप्रभृतिभ्यः धातुभ्यः आम् शपः षष्ट्यन्तं द्विपदं सूत्रम् इदं सूत्रम् अत्र लुक् इति न्यक्षत्रियार्षङितो यूनि लुग् नियोः इति सूत्र इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रम् अदिप्रभृतिभ्यः शपः लुक् इति अर्थः. सम्यक् सम्यक्. एकक्षणम् अत्र इदम् अत्र करपत्रे अदादिगणे अजन्तदातवः इति अत्र दत्तमस्ति. किमर्थं केवलम् अजन्तदातवः अलन्तदातना धातूनां तत्र कः विशेषः इति चेत् अत्र हलन्तधातूनां यदा हलन्तधातुभ्यः हलादिप्रत्ययः यदा भवति तदानीं हल्सन्धिः हल्सन्धेः अवसरः भवति. हल्सन्धिः इत्युक्ते सामान्य हल्सन्धिः इति न यद्वयं सामान्यतया पठामः तदिति न तत्र पदनिर्माण अवसरे यानि कार्याणि भवन्ति तेषां प्रसङ्गः भवति. यतोहि हल्सन्धिकार्याणि अस्माभिः न अधीतानि. यथा तत्र अष्टमाध्यायस्य द्वितीयपादे बहूनि सूत्राणि सन्ति हल्सन्धिसम्बद्धसूत्राणि. तेषाम् अध्ययनं अत्र अस्माकं वर्गेषु न जातं. तर्हि तेषाम् अध्ययनं प्रथमतया भवतु. तत्पश्चात् अजन्तधातूना हलन्तधातूनाम् अदादिगणे चिन्तनं अस्माभिः क्रियते. तदर्थम् अस्मिन् करपत्रे केवलम् अजन्तधातूनामेव चिन्तनं यत्र हल्सन्धेः अवसरः नास्ति. तावदेव तावानेव भेदः. अस्तु तर्हि अस्तु भगिनि धन्यवादः. इदानीं तत्र किं शोभा भगिनी पठति वा? आं भगिनि. तत्र अत्र प्रश्नः उदेति ततः आरभ्य अत्र प्रश्नः उदेति यत् लोप लुक् इत्यनयोः भेदः कः? द्वाभ्यां प्रत्ययस्य अपगमनं. लोपः इत्युक्ते प्रत्ययः गतः परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति. एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम्. अनेन प्रत्ययस्य लोपे सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्ति एव. लक्षणम् अस्ति इत्युक्ते लुप्तप्रत्ययः यद्यपि न दृश्यते परन्तु तस्य प्रभावम् अनुसृत्य यत् किमपि कार्यं प्रसक्तम् अस्ति तत् कार्यं भवति. तत्र इदानीम् आदिप्रभृतिभ्यः शपः इत्यनेन तत्र शप्रत्ययस्य लुक् भवति इति पठितवन्तः. तर्हि तत्र लोप अपि लुक् इत्यनयोः भेदः कः इति प्रश्नः इदानीं. तर्हि तत्र लोपः इत्युक्ते तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपः भवति चेदपि तस्य अनुपस्थितौ अपि कार्यं भवितुम् अर्हति, यतोहि तत्र प्रत्ययलोपे प्रत्ययस्य लक्षणं तिष्ठति इति कारणात्. कीदृशकार्यं भवितुम् अर्हति? कीदृशकार्यं? तत्र अङ्गकार्यं भवेत् यतोहि धातोः परं विकरणप्रत्ययः अस्ति अतः. प्रत्ययं निमित्तीकृत्य अङ्गकार्यं किं भगिनि? प्रत्ययं निमित्तीकृत्य अङ्गकार्यं, निमित्तीकृत्य अङ्गकार्यं. तत्र विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अस्ति चेत् तद्भवति कार्याणि. अपि च अनेन लक्षणम् अस्ति इत्युक्ते लुप्तप्रत्ययः यद्यपि न दृश्यते, तदेव तत्र तस्य प्रभावः तिष्ठति. तर्हि तत्र सः प्रत्ययः इदानीम् अपि अस्ति इति मत्वा कार्यं करणीयं तत्र इति तावत् अस्ति भगिनि. समीचीनं, तत्र सूत्रं पठतु एकवारं. प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः षष्टितत्पुरुषः तस्मिन् प्रत्ययलोपे. प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्व्रत्ययलक्षणं बहुव्रीहिः. सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं. तत्र तदेव यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य विषये चिन्तितवन्तः. तत्र प्रत्यये लुप्ते सति अपि तत् प्रत्ययं मत्वा इत्युक्ते तत्र इदानीमपि प्रत्ययः अस्ति इति मत्वा विहितं कार्यं तत्र धातोः अपि च किं तत्र विकरणप्रत्ययस्य योजने कानि यानि कानि अपि कार्याणि भवितुम् अर्हन्ति ते भवन्ति. अपि च प्रत्ययस्य लोपः इति षष्टितत्पुरुषः समासः तत्र प्रत्ययलोपः इति. प्रत्ययस्य लक्षणं निमित्तं यत् प्रत्ययलक्षणम् इति बहुव्रीहिः, तत् प्रत्ययलक्षणम् इति बहुव्रीहि समासः तत्र तावदस्ति. तर्हि अत्र सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यत्र प्रत्ययस्य लोपे प्रत्ययस्य निमित्तं यस्य तत् इत्यत्र बहुव्रीहिसमासे तत्र किम् अस्ति विशेषम्? तत्र प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं तत्र तत् किं लक्षणं निमित्तं किं भगिनि? तत् किम् अस्ति? तत्र बहुव्रीहिः इत्युक्ते अन्यपदार्थप्रधानम् इति. तर्हि तत्र विशेष्यं तदस्ति यस्य किं तत्र प्रत्ययस्य लक्षणं निमित्तं यस्य तत् तत् इत्युक्ते तत्र यस्य लक्षणं निमित्तम् अस्ति इति भवति प्रत्ययः. प्रत्ययस्य लक्षणं निमित्तं यस्य तत् तत् किं तत् एकक्षणं भगिनि तत्र निमित्तम् अस्तु निमित्तं यस्य इति लक्षणं निमित्तं कस्य भवति तत्र धातोः भवति खलु न लक्षणं प्रत्ययस्य लक्षणं निमित्तं भवति तत्र लक्षणम् इत्युक्ते असाधारणगुणः खलु असाधारणगुणः तद् प्रत्यये अस्ति लक्षणं सः असाधारणगुणः निमित्तं भवति यस्य निमित्तं भवति तत्र अङ्गकार्यं भवति चेत् धातुः योगः न भगिनी न भगिनी अधिकं वक्तव्यम् इति नास्ति तत्र एकशब्देन वक्तव्यम् एकेन शब्देन वक्तव्यं प्रत्ययस्य लक्षणं निमित्तं यस्य तत् किम् प्रत्ययलक्षणं इति कार्यं प्रत्ययलक्षणं निमित्तं यस्य कार्यं यस्य तत् इति कार्यं तत् कार्यं प्रत्ययलक्षणं तत् प्रत्ययलक्षणं वा आमाम् इत्युक्ते प्रत्ययस्य लोपे कृते अपि न प्रत्ययस्य लोपे कृते अपि प्रत्ययं निमित्तीकृत्य कार्यं भवति इत्यर्थः तदाश्रितं कार्यं भवति इत्यर्थः तदेव तत्र अग्रे लिखितं अस्ति खलु तर्हि प्रत्यये अग्रे पठतु तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति अस्तु प्रत्यये लुप्ते तदाश्रितं कार्यं भवति अतः तत्र नपुंसकलिङ्गं तत् भवति इति भवति तत् प्रत्ययलक्षणम् इत्युक्ते यस्य कार्यस्य निमित्तं प्रत्यये वर्तते तद् कार्यं भवति इत्यर्थः यत् कार्यस्य निमित्तं प्रत्यये वर्तते तद् इदानीमपि भवति तदर्थमेव वयं वदामः खलु प्रत्ययलोपे प्रत्ययलक्षणम् इति अङ्गकार्यं भवति इति वदामः खलु अङ्गकार्यं भवति इति वदामः किमर्थम् अङ्गकार्यं भवति यतोहि अङ्गकार्यस्य निमित्तं प्रत्ययः वर्तते इति कृत्वा प्रत्ययलुप्ते सत्यपि प्रत्ययं निमित्तीकृत्य यत् कार्यं वर्तते तत् कार्यं प्रवर्तते इत्यर्थः यति सत्यम् अस्तु तत्र प्रत्ययस्य अस्तु अग्रे पठनीयं वा तस्मिन् न धन्यवादः भगिनी इदानीं तत्र सूर्यकुमारी भगिनी प्राप्तवती वा पठतु तद्वाक्यं भगिनि तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति लुक् न तथा प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात् तद्विधायकं सूत्रमस्ति न तद्विधायकसूत्रं तद्विधायकसूत्रमस्ति न लुमताङ्गस्य तत्र भेदः प्रदर्शितं लोपः लुक् इत्ययोः भेदः किम् इति लुक् यत्र यत्र लुक् शब्दः उच्यते तत्र न केवलं प्रत्ययदर्शनं अपि तु लक्ष् कार्यमपि न स्यात् इति तत् सूत्रमस्ति न लुमताङ्गस्य लू यत्र लू अस्ति तत्र अङ्गस्य प्रत्ययलक्षणं न लुमताङ्गस्य इति सूत्रं पठति वा पठतु एकवारम् आम् न लुमताङ्गस्य तस्मिन् शब्दे लू अस्ति तेन शब्देन प्रत्ययदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् लुः अस्य अस्ति इति लुमान् तेन लुमत न अवयपदं लुमता तृतीयान्तम् अङ्गस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न तत्र सूत्रविवरणमस्ति न लुमता अङ्गस्य लू लुमता इति तृतीयान्तम् अङ्गस्य षष्ठ्यन्तं लू अस्ति तेन शब्देन अदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यनिमित्तं न स्यात् लू इत्युक्ते अदर्शनं अपि अङ्गकार्यं निषिद्धं लू लुः अस्य अस्ति इति लुमान् तेन तृतीयविभक्तिः लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः तदा अनुवृत्तिसहितसूत्रम् अस्ति लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न भेदः विवरणम् अस्ति भगिनि लुमता इत्यस्य प्रातिपदिकं किं लुमत् लुमत् इति मतु प्रत्यन्तशब्दः लुमत् इति लुमता इति विभक्तिः तृतीया एकवचनं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न अस्तु इत्युक्ते यत्र लुमता इत्युक्ते लुमान् लुमान् इति अर्थः लुमान् लु अस्य अस्ति इति लुमान् लुमान् कः लुमान् यत्र लु अस्ति लुक् लुमान् यत्र लु न लुक् इति मा वदतु अत्र लुमान् कः यत्र यस्य शब्दे लु अस्ति तत् लुमान् यस्य कस्यापि शब्दे लु अस्ति चेत् सः लुमान् इति वा प्रत्यये क्षम्यताम् लुमान् प्रत्ययः कः लुमान् प्रत्ययः प्रत्यये लु अस्ति चेत् तदानीं तादृशप्रत्ययः तादृशप्रत्ययस्य लोपः भवति चेत् तादृशप्रत्ययः अङ्गकार्यस्य निमित्तं न भवति तर्हि लुमान् इत्युक्ते यत्र कुत्रापि लु शब्दः अस्ति इति न केवलं प्रत्ययेषु लु अस्ति चेत् प्रत्ययः लुमान् अस्ति चेत् तदानीं तादृशप्रत्ययस्य लोपे सत्यपि अङ्गकार्यं न भवति प्रत्ययलक्षणं न भवति इत्युक्ते प्रत्ययस्य लक्षणं न इत्युक्ते प्रत्ययस्य निमित्तं यस्य कार्यं वर्तते तत् कार्यं न भवति इत्यर्थः तदर्थं प्रत्ययलक्षणम् इत्यस्य अर्थः कः इति अस्माभिः अवगन्तव्यं प्रत्ययलक्षणम् इति बहुव्रीहिसमासः इति उक्तः खलु तर्हि बहुव्रीहिसमासः इत्युक्ते प्रत्ययस्य निमित्तं यस्य तत् यस्य कार्यस्य प्रत्ययः एव निमित्तरूपेण वर्तते तादृशकार्यं न भवति यदा प्रत्यये लु इति शब्दः वर्तते अस्तु समीचीनम् इति सूत्रार्थः अस्तु इदानीम् अग्रे गच्छामः तर्हि विजयपत्नी पठति वा अग्रे पठितुं शक्नोति वा आम् पठतु अस्मिन् सूत्रे लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् इदं मतुप् प्रत्ययान्तं प्रथमाविभक्तौ लुमान् इति भवति मतुप् प्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान् तर्हि लु अस्य अस्मिन् वा सः लुमान् व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लु लुप् च इति इदं सूत्रं वक्ति यत् येन आदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति अनुवृत्तिसहितसूत्रं तदेव लुमता प्रत्ययलोपे यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न अतः न लुमता अङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य आदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति पूर्वस्मिन् परिच्छेदे एतदेव अत्र वयं दृष्टवन्तः अत्र यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययदर्शनं विहितं चेत् सः प्रत्यय अङ्गकार्यं निमित्तं न स्यात् इति तदेव अत्र अपि लुमत् इति प्रातिपदिकस्य तृतीयविभक्त्यन्तं रूपम् एव अत्र लुमता इति भवति मतुप् प्रत्ययान्तं योजनेन अत्र लुमान् इति भवति. यदा वयं दृष्टवन्तः सर्वे जानन्ति एव बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा इति भवति बुद्धिमान् इति. तर्हि लू अस्य अस्मिन् वा सः लुमान् इति अत्र अत्रापि वयं स्वीकुर्मः. अत्र व्याकरणे त्रयः लुमन्तः सन्ति, लुक् श्लु लुप् इति भवति. इदं सूत्रं वक्ति किम् अस्ति चेत् अत्र लुक् श्लु लुप् आदर्शनं भवति. सः लुमान् अस्ति चेत् अत्र प्रत्ययलोपे प्रत्ययलक्षणं न भवति, पुनरपि कार्यं न भवति एव, अत्र आदर्शनमेव दृष्टवन्तः. अनुवृत्तिसहितसूत्रं तदेव भवति, लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न भवति इति. अतः तत्र एतत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रम् अस्ति. सारांशरूपेण अत्र किमस्ति चेत् प्रत्ययस्य आदर्शनं भवति, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवति इति, न भवितुम् अर्हति इति. इदानीं स्पष्टीकरणार्थमेव एतत् परिच्छेदः अस्ति महोदय. समीचीनं वा महोदय? आमां सम्यक् अस्ति, सम्यक्. तर्हि तत्र न लुमता अङ्गस्य इत्यत्र लुमता इति तृतीयान्तम् अस्ति, लुमत् इति प्रातिपदिकस्य तृतीयान्तं. तर्हि लुमान् कः इति चेत् प्रत्ययः एव लुमान्. तर्हि तादृशप्रत्यये यत्र लु इति शब्दः वर्तते तादृशप्रत्ययः अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति इति अत्र सारांशः अस्ति. भगिनी, अत्र लुमता इति किमर्थं दत्तमस्ति? पञ्चमी किमर्थं न? पञ्चमी प्रतिपादयतु कथम् इति. पञ्चमी उक्त्वा कथं वक्तव्यम् इति सम्पूर्णवाक्य वाक्यरूपेण वदतु, तदानीम् अवगम्यते. तस्मात् परकार्यम् इति किमपि वा? लुमता इति पञ्चमी उक्त्वा प्रत्ययात् परकार्यं कथमस्ति? प्रत्ययात् पूर्वकार्यं खलु. लुमतः लुमतः लुमति इति भवति खलु. तर्हि कथं वक्तव्यं तदानीं वदतु, प्रतिपादयतु कथं वक्तव्यम्. लुमता इत्यस्य स्थाने पञ्चमी अथवा सप्तमी भवति चेत् कथं वक्तव्यम् इति वा? पञ्चमी कथं भवितुमर्हति इति मया न बुध्यते. पञ्चमी इत्युक्ते पूर्वकार्यं, तस्मात् परं कार्यं नास्ति खलु. लू इति शब्दः तु प्रत्यये अस्ति, प्रत्ययात् परं कार्यम् इति नास्ति खलु, प्रत्ययात् पूर्वमेव कार्यं खलु. अतः कथं पञ्चमी? लुमता लुमत् इति प्रातिपदिकस्य तृतीयविभक्त्यन्तरूपम्. लुप् श्लु लुपः इति तु प्रत्ययस्य, अतः लू इति परमस्ति चेत् पूर्वम् अङ्गकार्यं न भवति इति अर्थे अस्ति. अतः न लुमत्यङ्गस्य इति भवति वा? न, तत्र लुमत् इत्यनेन लुमताप्रत्ययेन प्रत्यये लुप्ते सति प्रत्ययलक्षणं न भवति. लुमता शब्देन प्रत्यये लुप्ते लुमता शब्देन प्रत्यये लुप्ते प्रत्ययलक्षणं न भवति. लु इति आदौ भवतु इति तु नास्ति, अतः प्रत्यये यत्र कुत्रापि लु इति भवितुम् अर्हति इत्यर्थे अस्ति वा? आमां, लु यत्र कुत्रापि भवितुम् अर्हति खलु. प्रत्यये यथा अत्र दत्तमस्ति लुक् तत्र आदौ अस्ति, श्लु इत्यस्य तु आदौ नास्ति, अन्ते अन्ते अस्ति, अन्ते अस्ति, अतः तृतीयान्तम् इति वा, यथा स्तोश्चुनाश्चुः तत्र न, अत्र अत्र इदं सूत्रं न लुमताङ्गस्य इति सूत्रम् अङ्गकार्यस्य निषेधार्थम् अस्ति खलु, इत्युक्ते पूर्वकार्यं परकार्यम् इति इत्युक्ते पूर्वकार्यं परकार्यम् इति तु पूर्वसूत्रेण एव प्राप्तम्, इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति इति पूर्वमेव प्राप्तं, तादृश यत् कार्यं प्राप्तम् अस्ति तस्य निषेधः अत्र क्रियते, कदा क्रियते निषेधः, सर्वत्र निषेधः नास्ति, परन्तु प्रत्ययस्य अदर्शनं लू इति शब्देन भवति चेत् तदानीं पूर्वसूत्रेण यत् कार्यम् उक्तं तद् न भवति, किम् अस्तु अवगम्यते खलु, इत्युक्ते इदं सूत्रं निषेधकसूत्रमस्ति, कार्यं तु अनेन न विहितं, पूर्वेण यत् कार्यं विहितं तद् न भवति इति वदति इदं सूत्रं, कदा न भवति, यत्र प्रत्यये लु इति शब्देन लोपः भवति तदानीं पूर्वेण यद् कार्यं विहितं तद् न भवति, प्रत्ययलोपे प्रतिलक्षणम् इति यत् कार्यं विहितं तद् न भवति इति अर्थः, अस्तु अस्तु तर्हि अग्रे गच्छामः, तर्हि लोपप्रकरणे चत्वारि सूत्राणि, एतत् लक्ष्मीभगिनी पठति वा, नमस्ते भगिनी पठामि, नमस्कारः भगिनी, धन्यवादः गतवर्गे वर्गं चालितवती, बहु धन्यवादः, धन्यवादः अहमेव करणीयं भगिनी, धन्यवादः अवसरः प्राप्तः कृतवती तावदेव, न न सम्यक् सम्यक् बहु सम्यक्, विजयलक्ष्मी भगिनी अपि कृतवती खलु, भगिनी एव चालितवती, अहं केवलं प्रवर्तिका एव, टेक्निकल् सैड् एव, द्वयोः अपि मम धन्यवादः, जया भगिनी एव चालितवती, एनिवे अहं चालितवती इति स्वीकरोमि भगिनी, भवन्तः पठन्तु अग्रे, अस्तु भगिनी, प्राप्तस्य अङ्गस्य इति सारांशः वा, क्षम्यतां पुनः पृच्छन्ती अस्मि, किं लुमताङ्गस्य इति प्रश्नः अभवत् खलु इदानीं, तत्र लुमता अङ्गस्य लुमता प्राप्तस्य अङ्गस्य इति भवति वा, न लुमता प्राप्तस्य अङ्गस्य, अङ्गं लुमत् लुमान् नास्ति, अङ्गं लु इति शब्दं न प्राप्नोति, लुमता शब्देन प्रत्ययलोपे प्रत्ययलोपे सति, इत्युक्ते तत्र प्रत्ययः एव लुमान् अस्ति, परन्तु सः प्रत्ययः लु शब्देन लुप्तः, इत्युक्ते अत्र वस्तुतः लुमान् इति वयं वदामः चेत् कः लुमान् अस्ति इति चेत् कश्चन शब्दः लुमान् अस्ति, कश्चन शब्दः लुमान् अस्ति, तादृशशब्देन प्रत्ययस्य लोपः, इदानीम् अत्र शप् इति प्रत्ययः अदिप्रभृतिभ्यः शप् इत्यत्र शप् इति प्रत्ययः अस्ति, तर्हि तादृशशप् इति प्रत्ययस्य लोपः कथं भवति, लुक् इति शब्देन भवति खलु, शप् इत्यस्य लोपः लुक् इति शब्देन भवति, अतः लुक् इति शब्दः लुमान्, लुक् इति शब्दः लुमान् इति कृत्वा यत्र प्रत्ययः लुमान् इति शब्देन लोपः भवति तदानीं तादृशप्रत्ययः अङ्गकार्यस्य निमित्तं न भवति, तदानीं प्रत्ययलोपे प्रत्ययलक्षणं न भवति, तर्हि अत्र लुमान् इत्यनेन शब्दः कश्चन शब्दः, तत्र तर्हि यस्मिन् शब्दे लु अस्ति तेन शब्देन इति, यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययस्य आदर्शनं, लु इति लुक् इत्यत्र अस्ति अपि च तावदेव, श्लू इत्यत्र अपि अस्ति इत्युक्ते तत्र श्लू इत्युक्ते श्लू अपि लुक् तयोः किं रेफरेन्स् इति, इत्युक्ते शप् इति प्रत्ययः श्लू इत्यनेन लोपः भवति, शप् इति प्रत्ययः लुक् इत्यनेन लोपः भवति, तर्हि लुक् इति शब्दः लुमान्, श्लू इति शब्दः लुमान्, तादृशशब्देन प्रत्ययस्य लोपः भवति इति कृत्वा अङ्गकार्यं न भवति, प्रत्ययलोपे प्रतिलक्षणं न भवति, तत् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं न भवति, तत्र तेन शब्देन इत्यत्र किञ्चित् सन्देहः आसीत्। अस्तु, धन्यवादः भगिनि। अवगतं वा इदानीमपि क्लेशः? अवगतम् अवगतं भगिनि। तर्हि किमर्थं तृतीया इत्युक्ते हेतुरूपेण दत्तमस्ति, हेतुतृतीया। अत्र लुमता इति तृतीयान्तं किमर्थं तृतीया इति चेत् हेतुतृतीया, लुमता शब्देन लोपः भवति चेत् प्रत्ययलक्षणं न भवति, अङ्गस्य प्रत्ययलक्षणं न भवति। इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययं निमित्तीकृत्य अङ्गकार्यं न भवति इत्यर्थः। भगिनि, अपि च प्रत्ययलक्षणम् इत्यस्य पुनरेकवारं वक्तुं शक्नोति वा? अर्थः हा, अत्र प्रत्ययलक्षणम् इत्यस्य विग्रहवाक्यं कथं दत्तमस्ति? प्रत्ययस्य लक्षणं, लक्षणं नाम निमित्तम्। अत्र सामान्यतया लक्षणम् इत्युक्ते असाधारणधर्मः इति सर्वं वदामः, परन्तु अत्र लक्षणं नाम निमित्तम्। प्रत्ययस्य निमित्तं यस्य वर्तते, यस्य, कस्य प्रत्ययस्य निमित्तं वर्तते इत्युक्ते कार्यस्य, कीदृशकार्यम्? अङ्गकार्यम्। अङ्गकार्यस्य एव प्रत्ययः निमित्तं भवति खलु। अतः प्रत्ययस्य निमित्तं यस्य वर्तते इति चेत् यस्य अङ्गकार्यस्य प्रत्ययं निमित्तं वर्तते, तादृश अङ्गकार्यं प्रत्ययलुप्ते सत्यपि भवति। प्रत्ययलक्षणं नाम प्रत्ययं निमित्तीकृत्य यद् अङ्गकार्यम् अस्ति तद् अङ्गकार्यं प्रत्ययलोपे अपि भवति, प्रत्ययस्य लोपे अपि भवति। प्रत्ययलक्षणं नाम तत्र अङ्गकार्यं प्रत्ययलोपे अङ्गकार्यं भवति इत्यर्थः। यस्य अङ्गस्य प्रत्ययस्य निमित्तम् इति वदामः चेत् तत् कार्यम् इति समीचीनं वा? यस्य अङ्गकार्यस्य कृते प्रत्ययः एव लक्षणमस्ति खलु, निमित्तमस्ति खलु। तर्हि प्रत्ययस्य निमित्तं कस्य वर्तते? अङ्गस्य। वस्तुतः अत्र प्रत्ययस्य निमित्तम् इत्यपि न वक्तव्यम्, वस्तुतः प्रत्ययः निमित्तं यस्य तत् इति वदामः चेत् पर्याप्तं। प्रत्ययः निमित्तं यस्य तत्, प्रत्ययः निमित्तं यस्य तत्, कस्य प्रत्ययः निमित्तं वर्तते इति चेत् अङ्गकार्यम्, अङ्गकार्यस्य कृते प्रत्ययः निमित्तं वर्तते, तत् कार्यं भवति प्रत्ययलोपे सत्यपि। प्रत्ययं निमित्तं यस्य तत्, तत् कार्यम्। समीचीनं, धन्यवादः भगिनि। अस्तु, पठतु अग्रे। आहत्य लोपप्रकरणे तदेव खलु? आमाम्। आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः, लोपः लोपसंज्ञया अदर्शनं विहितं। प्रत्ययस्य लुक् श्लू लुपः, लुक् श्लू लुप् इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितं। प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। न लुमताङ्गस्य, लुमताशब्देन लुप्ते तन्निमित्तम् अङ्गकार्यं न स्यात्। अदादिगणे विकर्णप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत्, लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप् निमित्तिकम् अङ्गकार्यं न अर्हम्। अत्र यत्र व्याकरणशास्त्रे लोपः इत्यस्य अर्थः अदर्शनं इति स्यात्। अत्र संज्ञासूत्रमस्ति, लोपसंज्ञा लोप इत्यस्य शब्दस्य अर्थः अस्ति अदर्शनं लोपः इति सूत्रेण ज्ञायते। तर्हि लोपसंज्ञया अदर्शनं विहितम् इति वक्तुं शक्नुमः। यस्य कस्यापि अदर्शनं भवति चेत् तत्र लोपशब्दः प्रयुज्महे। द्वितीयं सूत्रमस्ति प्रत्ययस्य लुक् श्लु लुपः, अत्र अदर्शनमेव अस्ति किन्तु भिन्न शब्देन अदर्शनं क्रियते। लोपः लुक् श्लु लुप् इत्यादिभिः तिसृभिः नाम शब्द संज्ञाभिः अदर्शनं यदि विधीयते विधीयते इति एव अस्मिन् सूत्रे उक्तमस्ति, प्रत्ययस्य लुक् लू लुपः। तर्हि तत्र प्रत्ययस्य इत्यपि उक्तम् इति कारणात् अत्र प्रत्ययस्य लुक्, प्रत्ययस्य श्लू, प्रत्ययस्य लुप् इति शब्देन आदर्शनं प्रदर्श्यते। ततः परं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं किं वदति इति चेत्, यत्र प्रत्ययस्य लोपः जायते तदाश्रितं कार्यं तथापि स्यात् इति अस्य सूत्रस्य अर्थः अस्ति। इत्यपि प्रत्ययस्य प्रत्ययलुप्ते सति तदाश्रयं कार्यं तु जायते इति अस्य अर्थः। न लुमताङ्गस्य इति सूत्रं तस्य निषेधसूत्रमस्ति। पूर्व यत् सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य निषेधसूत्रम् अस्ति। तर्हि लुमता इति शब्देन लोपः क्रियते चेत् यत्र कुत्रापि इत्युक्ते सूत्रे लुमता इति शब्देन लोपः सूचितः चेत् अस्मिन् सन्दर्भे तन्निमित्त अङ्गकार्यं न भवति। प्रत्ययस्य प्रत्ययः प्रत्ययं निमित्तं यदि अङ्गकार्यम् अस्ति चेत् तादृश अङ्गकार्यं न भवति यत्र सूत्रे लुमान् शब्दः अस्ति चेत्। लुमता शब्देन सूत्रे कुत्रापि उक्तं चेत् अत्र अङ्गकार्यं न भवति इति न लुमताङ्गस्य इति सूत्रं वदति। तर्हि लुमता शब्देन प्रत्ययस्य लोपे सति, सत्यं तत्तु पूर्वतनसूत्रे एव उक्तं यत् लू श्लू लुप् इति प्रत्ययस्य एव आदर्शनं विहितमिति द्वितीयं सूत्रं वदति। तर्हि अत्रापि तदपि ज्ञायते लुमता इति लुमता शब्देन प्रत्ययस्य लोपः क्रियते चेत् अङ्गकार्यं न भवति इति प्रत्ययलोपे प्रत्ययलक्षणविशेषं निषेधः अस्ति। तर्हि अस्मिन् अदादिगणे विकर्णप्रत्ययः कर्तृशपित्रेण विधीयते शप् इति। अनन्तरमस्य लुक् भवति अधिप्रवृत्तिभ्यः शपः इति सूत्रेण। तर्हि अत्र अधिप्रवृत्तिभ्यः शपः लुक् इति उक्तत्वात् लुमता शब्दः अस्ति, लुमान् शब्दः अस्ति लुक् इति, लू इति श्रूयते अतः लू अस्य अस्मिन् अस्ति इति लुमान्, तर्हि लुक् इति लुमान् शब्दः अस्ति इति कारणात् अत्र उक्तं यत् लुमता शपः आदर्शनं जातम्, अतः धात्वङ्के शप् निमित्तकम् अङ्गकार्यं न भवति इति वैशिष्ट्यमस्ति अस्मिन् गणे अदादिगणे इति तु सम्यक्। समीचीनम्, अत्र कोऽपि संशयः अस्ति वा? अदर्शनं लोपः इति एकं सूत्रम्, अदर्शनं प्रत्ययस्य अदर्शनं यदा भवति अश्रवणं यदा भवति तदानीं लोपः इति संज्ञा, प्रत्ययः न श्रूयते तदानीं लोपः इति संज्ञा। तर्हि प्रत्ययस्य लुप् लुपः इति तिसृभिः संज्ञाभिः प्रत्ययस्य अदर्शनं भवति, केवलं तिसृभिः संज्ञाभिः एव अदर्शनं भवति लुक् लु लुपः इति, लुक् लु लुक् लु लुपः इति। अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इति तु अस्माभिः दृष्टं, प्रत्ययं निमित्तीकृत्य प्रत्ययलुप्ते सत्यपि प्रत्ययं निमित्तीकृत्य कार्यं भवति इति। अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य निषेधकसूत्रमस्ति न लुमता अङ्गस्य इति। तर्हि लुमता शब्देन प्रत्ययस्य आदर्शनं भवति चेत् प्रत्ययं निमित्तीकृत्य कार्यं न भवति इति अस्ति। तर्हि अलादिगणः इति कश्चन गणः अस्य न लुमताङ्गस्य इत्यस्य उदाहरणमस्ति। तत्र शप् प्रत्ययस्य विधानं भवति कर्तरि शप् इति सूत्रेण, तदानीं तत्र शपः लुक् भवति अधिप्रवृत्तिभ्यः शपः इति सूत्रेण शपः लुक् भवति। तर्हि इदानीं शप् इति प्रत्ययस्य लु इति शब्देन लोपः भवति इति कृत्वा अत्र प्रत्ययलोपे प्रतिलक्षणं न भवति, न लुमताङ्गस्य इति सूत्रेण तादृशप्रत्ययः निमित्तं न भवति, अङ्गकार्यस्य निमित्तं न भवति इति सूत्रार्थः। अस्तु, तर्हि अग्रे किं सरस्वती भगिनी पठितुम् इच्छति वा? आं भगिनि, अधुना नूतनबिन्दुः, यद्यपि शपः लुक् जातम् अतः सप्निमित्तिकम् अङ्गकार्यं निषिद्धम्, परन्तु कुत्रचित् लुक् निमित्तं विशिष्टकार्यं सञ्जायते, यत्र लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् अदादिगणे भवति इति बोध्यम्, यथा उतो वृद्धिर्लुकि हलि इति सूत्रं द्रक्ष्यामः। लुकः विषये हलादि पिति उदन्ताङ्गस्य वृद्धिः पित् परे अस्ति अतः गुणः भवति स्म, परन्तु गुणं प्रबाद्य वृद्धिः। अस्मिन् सूत्रे लुक् अस्ति अतः अदादिगणे तस्य प्रसक्तिः, यथा यु योगति यकार योग औ योगति यौति। अन्यत्र यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न, तत्र अस्य सूत्रस्य प्रसक्तिः न भवति। तर्हि सारांशः अत्र यत् अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते, परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं तया विशिष्टकार्यमपि भवति, यथा अत्र वृद्धिः। अत्र अदादिगणस्य एकं विशिष्टसूत्रमस्ति, उतो वृद्धिर्लुकि हलि, इत्युक्ते अदादिगणे अस्य प्रसक्तिः भवति। किमर्थम् इत्युक्ते यदि सपः लुकः लुक् जातं तर्हि यदि यद्यत् शप् निमित्तिकं कार्यम् अङ्गकार्यमस्ति तस्य निषेधः भवति न लुमताङ्गस्य इत्यनेन सूत्रेण, परन्तु लुक् निमित्तं विशिष्टकार्यं भवति। तर्हि यदि शप् आसीत् तर्हि शप् शप् निमित्तिकं कार्यं न भवति, परन्तु लुक् निमित्तं किञ्चित् विशेषकार्यं भवति। अत्र अदादिगणे एकं सूत्रं तो वृद्धिर्लुकि हलि, अत्र हलादिपिति उत् अन्त अङ्गस्य उदन्तङ्गस्य उदन्त अङ्गस्य वृद्धिः इत्युक्ते पित् परे अस्ति तर्हि गुणः भवति। आम्, यु अस्ति, यदि यु योग शप् भवेत् तर्हि तत्र यदि शप् विकरणप्रत्ययस्य लोपः अभविष्यत् तर्हि यु योगशप् अत्र गुण भवेत्, परन्तु यु अदादिगणे अस्ति तत्र शप् विकरणप्रत्ययस्य लुक् भवति अतः अत्र गुणः तु न भवति प्रत्ययलोपे प्रत्ययलक्षणं तः, परन्तु लुक् अस्ति अतः विशिष्टकार्यं भवति उतो वृद्धिर्लुकि हलि, अतः अत्र उकार अस्ति तस्य वृद्धिः भवति अनेन सूत्रेण, अतः यु योगति उकारस्य औकारः भवति वृद्धिः भूत्वा, अतः यौति भवति। अन्यत्र यदि शप् लोपः जातः किन्तु लुक् नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः न भवति, केवलम् अदादिगणे यत्र विकरणप्रत्ययः न दृश्यते परन्तु विकरणप्रत्ययस्य लुक् अभवत् अत्र एव विकरणप्रत्ययस्य लुक् भूत्वा अदर्शनं अभवत् तत्रैव विशिष्टकार्यं भवति, विशिष्टकार्यम् इत्युक्ते अनेन सूत्रेण वृद्धिः भवति। अस्तु भगिनि। आमां, सम्यक् भगिनि, इति अस्ति। इत्युक्ते प्रथमतया प्रत्ययस्य लुक् इति शब्देन लोपः भवति चेत् तत्र प्रत्ययलोपे प्रतिलक्षणं न भवति इति सामान्यम् उक्तमस्ति, इति कृत्वा यत्र कुत्रापि अङ्गकार्यं न स्यात् परन्तु एकत्र अङ्गकार्यम् इष्यते यथा यु धातौ तत्र अङ्गकार्यम् इष्यते केवलं न लुमताङ्गस्य इति तावदेव सूत्रं कृतं चेत् तदानीं यु इत्यत्र यौति इति रूपं न लभ्यते. अतः पुनः प्रथमतया सामान्यम् उक्तं प्रत्ययलोपे प्रत्यलक्षणम् इति सामान्यम् उक्तं तत्पश्चात् विशेषः तत्र न लुमताङ्गस्य इत्यनेन प्रत्ययलोपे प्रतिलक्षणं न भवति इत्युक्तं तत्पश्चात् उतो वृद्धिर्लुकि हलि इति सूत्रेण ओ सामान्यतया अङ्गकार्यं न भवति परन्तु अत्र इष्यते इति कृत्वा पुनः तस्य अपवादः उतो वृद्धिर्लुकि हलि इत्यनेन उदन्ताङ्गस्य वृद्धिः भवति इति उक्तम् एवं रीत्या केवलं तत्र अन्यत्र नास्ति. भगिनी अत्र उदन्ताङ्गस्य वृद्धिः तिः परे अस्ति पिप् अस्ति इति कृत्वा भवति वा? न न न तत्र शप्रत्ययस्य लुक् जातं खलु शप्रत्ययः अस्ति इति मत्वा जायते ति प्रत्ययं निमित्तीकृत्य विषयः नास्ति अत्र. अत्र लुकि हलि इति उक्तं खलु लुकि हलि यः प्रत्ययः हलादिप्रत्ययः अस्ति लुकि अपि अस्ति इत्युक्ते क्षम्यतां लुकि लुकि लुकि हलि लुक् इत्यस्य अनन्तरं हलादिप्रत्ययः सूत्रस्य विवरणम् अग्रे अस्ति परन्तु उदन्ताङ्गस्य वृद्धिः भवति लुकि परे तस्य अनन्तरं हलि. हलादिपिति हलिपिति हलिपिति इत्यपि अस्ति वा एकक्षणं पश्यामि तत्र वृद्धिः अस्ति वा इति. अत्र तु हल् अस्ति खलु हलिपिति सारोदातके पिति इति वर्तते इत्युक्ते उदन्तम् अङ्गं भवेत् अनन्तरं लुकि सति हलादिपिति लुकि सति इत्युक्ते लुकि अपि भवेत् इत्युक्ते तत्र शप्रत्ययः अस्ति इति मत्वा तस्य अनन्तरं हलादिपिति अत्र लुकि इति मुख्यविषयः अस्ति. लुकि नास्ति चेत् न भवति इत्युक्ते यत्र कुत्रापि उदन्तम् अङ्गम् अस्ति हलादिपिति अस्ति चेत् एतत् कार्यं भवति इति नास्ति लुकि भवेत् इति कृत्वा अदादिगणे भवति. तर्हि यु योगः लुकि योगः तिप् हलादि पित् प्रत्ययः तत्र भवति. अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः तत्र किम् अरुणा भगिनी पठति वा? आं भगिनि द्वितीयबिन्दुः अदादिगणे विकरणप्रत्ययः न दृश्यते अतः एकक्षणं भगिनि क्षम्यताम्. इदानीं यु योगति इत्यत्र यु इति उदन्तमङ्गमस्ति शपः लुक् जातः ति इति हलादि पित् अस्ति इति कारणात् अत्र वस्तुतः अत्र शप यु योगति इत्यत्र गुणस्य प्रसङ्गः अस्ति किन्तु लुमता शब्देन लुक् जायते इति कारणात् न लुमताङ्गस्य इत्यस्य प्रवर्तनम् अतः एव अत्र अङ्गकार्यं गुणकार्यं न भवति किन्तु अत्र तदपि प्रबाध्य उतो वृद्धि लुकि हलि इति सूत्रेण यत् गुणकार्यस्य बाधा आसीत् अथवा अङ्गकार्यस्य बाधा आसीत् न तत् न भवतु अङ्गकार्यं भवति किन्तु वृद्धिः भवति इति अनेन सूत्रेण ज्ञायते इति वक्तुं शक्यते खलु. अङ्गकार्यं भवतु इति न केवलम् इदम् अङ्गकार्यं भवतु वृद्धिः इति अङ्गकार्यं भवतु इति अस्ति लुकि सति एव यदि लुकि नास्ति अन्यत्र हलादिपिति अस्ति तत्र भवति वा उदन्ताङ्गस्य इति चेत् अत्र तत्र न भवति तत्र न भवति लुकि भवेत् लुक् लुमान् शब्देन अत्र इदानीं लुक् जातः अस्ति अदादिगणीयः इति कृत्वा अतः एव अत्र वृद्धिः सम्यक् अस्तु भगिनि सर्वत्र भवति खलु भगिनि हलादिपिति यत्र कुत्रापि भगिनी जुहोत्यादिगणे अपि भविष्यति तर्हि श्लु अस्ति तत्र तर्हि तत्रापि लू लुमता अस्ति लुक् नास्ति खलु तत्र लुकि लुकि लुकि भवेत् लुकि लुकि आम् आम् क्षम्यतां लुकि भगिनि अदादिगणे विकरणप्रत्ययः न दृश्यते अतः धातोः साक्षात् परे तिङ् प्रत्यययाः विहिताः भवन्ति यथा पा युवति पाति अस्ति अत्र पा धातु तदनन्तरं केवलं तिङन्तप्रत्यये एव अस्ति विकरणप्रत्यये न दृश्यते प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता एतत् एतावता धातुः कुत्रापि तिङ्प्रत्ययेन न प्रभावितः भुवादिगणे दिवादिगणे तुदादिगणे स्वादिगणे तनादिगणे क्रियादिगणे च दाता दात्वाङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव परन्तु अदादौ न तथा यथा इन् गतौ इन् धातु इ युवति एति गुण एव भवति प्रत्ययः इयोतः इतः सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन तिङ्प्रत्ययः परिवर्तन्ते अतः अङ्गकार्यमपि परिवर्ते अदादि वयं जानीमः अदादिगणे विकरणप्रत्ययः न दृश्यते लुक् भूत्वा अतः साक्षात् तिङ्प्रत्यय धातु अनन्तरं वयं दृश्यते यथा उदाहरणमस्ति पायुगति तदपि परन्तु अदादि अन्यगणानां भवादिगणे देवादिगणे तुदादिगणे स्वादिगणे तनादिगणे क्रियादिगणे च धात्वङ्गे अङ्गकारस्य निमित्तं विकरणप्रत्यय एव भवति वयं जानीमः भवादिगणे शप्रत्ययः अस्ति तद् कारणात् गणकार्यं भवति पित् अस्ति अधिवादिगणे स्या अस्ति तदा एव परन्तु अदादौ न तथा परन्तु धातु तिङ्प्रत्ययनिमित्तकार्यं भवति उदाहरणम् इन् धातु इ युगाति एति भवति पित् अस्ति अतः गुणभूत एति इति रूपं भवति इ युगतः अतः अपित् अस्ति अतः गुणकार्यं नास्ति इतः एव भवति सारांशमस्ति अदादिगणे अङ्गकार्यं तिङ्प्रत्ययनि आधारेण एव भवति परन्तु अन्यः गणेषु विकरणप्रत्यय आधारेण भवति अङ्गकार्यमस्ति परन्तु तिङ्प्रत्यय आधारेण तु विकरणप्रत्यय सामान्यतया अङ्गकार्यं तिङ्प्रत्ययं निमित्तीकृत्य एव अदादिगणे भवति परन्तु यथा अत्र पूर्वं दृष्टम् उतो वृद्धि लुकि इति एकः तत्र अपवादः अस्ति तत् तदङ्गकार्यमेव अस्ति परन्तु तत्र तु सप्रत्ययं निमित्तीकृत्य लुकि यः सप्रत्ययः लुक् जातः तादृशप्रत्ययं निमित्तीकृत्य अस्ति इति तत्र अपवादः अन्यत्र सर्वत्र अदादिगणे सर्वाणि कार्याणि तिङ्प्रत्ययं निमित्तीकृत्य एव कार्याणि भवन्ति अस्तु समीचीनम् इदानीम् अग्रे किं धन्यवादः भगिनि इदानीं किम् उमा भगिनि पठितुमिच्छति वा अस्ति वा भवती पठामि भगिनि आं श्रूयते वयं जानीमः यत् दशधातुगुणाः विभक्ताः किं प्रत्ययनिमित्तकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम् येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति अपि च किमर्थम् सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति. तत्र विकरणप्रत्ययस्य अन्तिमवर्णस्य अन्तिमवर्णः एव अन्तिमवर्णः अङ्गस्य अन्तिमवर्णः यथा भादौ इति विकरणप्रत्ययः भू धातोः भव इत्यङ्गम् अङ्गस्य अन्तिमवर्णः ह्रस्वः अकारः अकारः सपः एव अन्तिम अन्तिमवर्णः अतः अङ्गम् अदन्तम् स्वादौ स्नु इति विकरणप्रत्ययः सी धातोः सिनु इत्यङ्गम् अङ्गस्य अन्तिमवर्णः उकारः स्नोः एव अन्तिमवर्णः अतः अङ्गम् अनदन्तम् अधुना अदादौ कथं भवति विकरणप्रत्ययः तु नास्ति एव तर्हि केन अन्तिमवर्णः अतः अङ्गम् अनदन्तम् अधुना अदादौ कथं अनदन्तं वा अङ्गम् अदन्तम् वा अनदन्तं वा इत्यत्र कथं निर्णीयते उत्तरं तु अस्माभिः प्रायः बुद्धमेव अदादौ धातुरेव अङ्गम् अतः धातोः यः अन्तिमवर्णः स एव अङ्गस्यापि अदादौ अस् धातुः सकारान्तः अतः अङ्गमपि सकारान्तम् सा धातुः आकारान्तः अतः अङ्गमपि आकारान्तम् यु धातु उकारान्तः अतः अङ्गमपि उकारान्तम् अदादौ यथा धातुः यथा धातुः तथा अङ्गम् अपि च अदादौ अकारान्तधातवः न सन्ति एव अतः सर्वाणि अङ्गानि अनुदन्तानि अत एव अदादिगणः द्वितीयगणसमूहे वर्तते अत प्रत्ययः प्रत्ययः योजितसमये अदन्तम् अनुदन्तम् इति द्वि प्रकारं स्तः अदन्तम् अनुदन्तम् इति अत्र गणसमूहम् अनुसृत्य प्रत्ययः योजितव्यम् उदाहरणं भादौ शप् इति विकरणप्रत्ययः भूधातोः भूधातु भू योगः शप् इति शप् अस्ति चेत् इति अकारः एव तु भू प्लस् भव इति आगच्छति एषयवायवः सूत्रेण भू धातोः भव इत्यङ्गम् अङ्गस्य अन्तिमवर्णः स्वः कारितः सो अदन्तम् तस्मात् अदन्त अङ्गम् अस्ति चेत् प्रत्ययाः किं योजितव्यम् इति वयं जानीमः देन् स्वामिलि स्वादिगणे न्यू प्रत्ययः विकरणप्रत्ययः सी धातोः चिनु इति अङ्गम्, अङ्गस्य अन्तिमवर्णः उकारः, स्नोः एव अन्तिमवर्णः, अतः अङ्गम् अनदन्तम्. बट् अगादिगणे विघ्नप्रत्ययः नास्ति, लुक् भवति, शप् लुक् भवति, तस्मात् अदादिगणः सर्वत्र द्वितीयगणसमूहे वर्तते. अकारान्तदातव्यः न सन्ति एव, अतः सर्वाणि अङ्गानि अनुदन्तानि. अदादिगणः द्वितीयगणसमूहे वर्तते. द्वितीयगणसमूहस्य प्रत्ययाः दत्तं, तदेव योजितव्यम्. सम्यक् भगिनि, समीचीनं, धन्यवादः. कृपया म्यूट् करोतु. अत्र शुभदा भगिनी किमपि अत्र योजयितुम् इच्छति वा अस्मिन् परिच्छेदे, अथवा पुनः एकवारं सारांशरूपेण वदति वा? किञ्चित् बहिः अस्मि भगिनि. अच्छा, ओके, अच्छा, अस्ति चिन्ता. तर्हि अत्र इत्युक्ते अस्माभिः दृष्टं खलु, दशगणाः सन्ति, तेषु गणेषु चत्वारः गणाः प्रथमगणसमूहे सन्ति, अवशिष्टाः द्वितीयगणसमूहे सन्ति इति अस्माभिः ज्ञायते. तर्हि गणस्य तत्र प्रथमगणसमूहे द्वितीयगणसमूहे इति कथं वयं वदामः? प्रथमगणसमूहे अङ्गम् अदन्तं भवति तिङ्प्रत्ययस्य कृते, द्वितीयगणसमूहे अङ्गम् अनदन्तं भवति, अङ्गस्य अन्ते ह्रस्वकारः न भवति इति वयं वदामः. तर्हि विकरणप्रत्ययस्य योजनानन्तरं यद् अङ्गं लभ्यते तदेव वयं पश्यामः. तर्हि अदादिगणं विहाय अपि च जुहोत्यादिगणं विहाय अन्येषु गणेषु विकरणप्रत्ययं योजयित्वा वयं द्रष्टुं शक्नुमः अङ्गम् अदन्तं वा अनदन्तं वा इति. यथा भवादिगणे भव इति अङ्गम् अदन्तम्, अथवा स्वादिगणे चिनो इति अङ्गं, चिनु इति अङ्गम् अनदन्तम् इति कृत्वा स्वादिगणः द्वितीयगणसमूहे अस्ति, भुवादिगणः प्रथमगणसमूहे अस्ति. परन्तु अदादिगणस्य विषये कथं वक्तुं शक्नुमः? कस्मिन् गणे प्रथमगणसमूहे वा द्वितीयगणसमूहे कथं द्रष्टुं शक्नुमः? यतोहि विकरणप्रत्ययः नास्ति खलु इति चेत्, अत्र अदादिगणे ह्रस्व अकारान्तम् अङ्गं नास्ति, तादृशधातुः नास्ति. इदानीं धातुः द्रष्टव्यः अदादिगणे, धातोः अन्ते ह्रस्वकारः कुत्रापि नास्ति अदादिगणे इति कृत्वा प्रथमगणसमूहे कदापि न भवितुम् अर्हति, द्वितीयगणसमूहे एव अस्ति, यतोहि अत्र ह्रस्वकारान्त अङ्गं न लभ्यते इति अत्र विषयः अस्ति. अस्तु, अस्तु, अग्रे विजयलक्ष्मी भगिनी अग्रे पठति वा? आं भगिनि, तिङन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः अजन्तधातवः हलन्तधातवश्च. अधुना अजन्तधातूनां तिङन्तरूपाणि साधयाम. अदादिगणे हलन्तधातूनां कृते प्रथमतया हल् सन्धि पठनीयः. साधारणभाषाज्ञानार्थं यः हल् सन्धिः सः तु न, पदस्य व्युत्पत्त्यर्थं हल् सन्धिः. अस्माकं पाठे अपरेषु गणेषु हलन्तधातवः आसन्, परन्तु एतावता धातु तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः भवति स्म. अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति, अतः अङ्गतिङ्प्रत्यययोः संयोजने हल् हल् इत्यनयोः मेलनं न जातम्, हल् सन्धेः च अवसरः न जातः. दिवादिगणे य, स्वादिगणे नु, क्रयादिगणे न च विकरणप्रत्ययः स्वयं हलादिः, अतः हलन्तधातु हलादिविकरणप्रत्ययोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति. इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजने विकारः न भवति, अतः केवलं मेलनं न तु सन्धि. अत्र अदादिगणे हल् अङ्गे अपि भवति, अपि च तिङ् प्रत्यये अपि आदौ हल् भवति चेत् तत्र विशिष्टसन्धिकार्यं हल् सन्धिकार्यं भवति, तद् कृत्वा एव व्युत्पत्ति अङ्गस्य पदस्य व्युत्पत्तिः कर्तुं शक्यते. इत्यतः इदानीं तु वयं केवलम् अजन्तधातूनां तिङन्तरूपाणि योजनेन किं भवति इति कुर्मः. अनन्तरं हल् सन्धिविषये धातु अपि च तिङ् प्रत्ययस्य योजनेन यद् हल् सन्धिकार्यं भवति तद् दिवादिगणे अपि च स्वादिगणे अपि च क्रियादिगणे एतादृशः सन्दर्भः न आसीत्. यतोहि यद्यपि हलादिविकरणप्रत्ययः आसीत् परन्तु तत्र केवलं वर्णमेलनमेव आसीत्, सन्धिकार्यं न अभवत्. अदादिगणे तादृशः सन्दर्भः भवति, अतः हल् सन्धि विशिष्य किं कार्याणि पूर्वं पठित्वा अनन्तरमेव हलादि अदादिगणीयधातूनां हलन्त अदादिगणीयधातूनां विषये पठामः इति अत्र अस्ति. अग्रे पठानि वा? न न, अत्र स्थगनं कुर्मः भगिनि, समयः अतीतः. सम्यक् अस्ति इत्युक्ते तद्यद् मया वर्गस्य आदौ उक्तम् अस्मिन् करपत्रे केवलम् अजन्तधातूनामेव चिन्तनं, हलन्तधातूनां नास्ति. यतोहि तत्र विशिष्ट हल् सन्धि सूत्राणाम् अध्ययनम् अपेक्षितमस्ति इति कृत्वा तस्य विषये अग्रे पश्यामः. इदानीम् अस्मिन् करपत्रे केवलम् अजन्तधातूनां चिन्तनम् अस्तु. अत्र स्थगनं कुर्मः. कोऽपि संशयः अस्ति वा? अस्तु तर्हि. ध्वनिमुद्राणि न प्रेषितं खलु? न प्रेषितं वा? मया प्रेषितम् इति चिन् मया स्थापितं भगिनि, न प्राप्तं महोदय. ओ, न प्राप्तम्, अनन्तरं प्रेषयामि. धन्यवादः महोदय. अस्तु, धन्यवादः. नमस्कारः.